अस्तु ज्योति भगिनी, कृपया प्रारम्भं करोतु। आं भगिनि। शुक्लां वरदं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्। संस्कृतस्य सदा संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानाम् आहुतं मन्ये, वन्दे संस्कृतमातरम्। हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा, संरक्ष्यननु कुर्याम विश्वं शान्तिसमन्वितम्। गुरुभ्यो नमः। धन्यवादः भगिनि। उत्तमं भगिनि, प्रारम्भं करिष्यामः। अहं मन्ये गृहपाठं कृतवन्तः सर्वे। अहम् उक्तवती आसम् क्वश्चन् नम्बर् पञ्चमः पाठस्य एकनिमिषम् अर्चित, काय झालं? कशाला हवाय तुला? रवा। अस्तु भगिनी, अहं मन्ये पञ्चमः पाठः वयं कृतवन्तः, स्वाध्यायः अपि प्रारभितवन्तः। अत्र प्रश्नक्रमाङ्कः 3, 4, 5 एते प्रश्नाः गृहपाठरूपेण अहं दत्तः आसम्। कोऽपि शङ्का अस्ति चेत् वदतु भगिनी। प्रश्नक्रमाङ्क 3, could you explain the meanings of those? Okay. धन्यवाद। ओके, अधोरेखाङ्कितं शब्दः अस्ति, तत्र पश्यतु, विभक्तिः जानातु, अनन्तरं तत्र किं करणीयं, किं, कुत्र, कति, कदा, कथं, किमर्थम्, एतत् ये सप्तककाराः सन्ति तत्र किं लेखनीयमस्ति, अथवा किं सर्वनाम्नः कः शब्दः तत्र आगच्छेत् इति चिन्तनीयमस्ति। आत्मा अन्यत् शरीरं धरति, आत्मा प्रथमा एकवचनम् अस्ति, तर्हि किं सर्वनाम्नः पुल्लिङ्गं, किमर्थं पुल्लिङ्गम्, आत्मन् शब्दः पुल्लिङ्गे अस्ति, तर्हि कः इति प्रथमा विभक्तिः एकवचनरूप प्रश्नवाक्ये वयं लिखामः, कः अन्यत् शरीरं धरति। Bhagini, no, what I was asking was some of the sentences, what do they mean is not, wasn't clear to me, that's why I was asking. Okay. How to do it, that is clear. Okay. So which sentences? Vachasi Shuddhata Asti. Vachas means? In what you say. No. Speech. What just in speech? In speech. What in speech, okay. Shuddhata asti. Nama kim? Okay, now then that's clear. Okay. Okay, okay. Then next one, which one? Avyavasayanam buddhayaha anantaha. Anantaha. Vyavasayam karaniyam asti chet kimapi karyam karaniyam. Avyavasayi asti chet na kopi karyam karoti. Tarhi tesham manasi अनन्ताः किं करः कथनीयम् अनन्ताः भयः तत्र ओके देहि नित्यम् अवध्यः देहि नित्यम् अवध्यः अवध्यः वध्यः मीन्स् to kill to kill avadhya okay cannot be killed yes cannot be killed dehi nityam avadhya okay okay so atma cannot be killed yes dharma sammoha chetah arjunah prasati and next which one माधवः पाण्डवश्च महति स्यन्दने स्थितौ स्यन्दनं नाम रथ रथ सो माधव इस् कृष्ण एण्ड् पाण्डवः पाण्डवः नाम एकः एव पाण्डवः नाम अर्जुनः ओके ओके महति स्यन्दने स्थितौ वाट् डस् महति मीन् महति बिग् okay okay both words are in saptami vibhakti mahati and syandana okay charya is okay and the last one which one aparani vapushim bhushayanti apa punar ekavaram vadatu bhavan mama samipe tu adya ओल्ड् वर्जन् अस्ति ओके आभरणानि आभरणानि आभरणानि वपुंषि वपुंषि भूषयन्ति Please tell me that sentence. Our group will do. Copy. Prashay to Kripaya. Kini, it is Abharanani Vapumshi Bhushayanti. Abharanani. Okay. Abharanani Vapumshi. Bhushayanti. So in the body Abharana, jewelry is jewelry, looks good. Yes, abharanam nam abharanani nam jewelry. And vapus means body. Okay. Thank you. Dhanyavad Bhagini. अस्तु अग्रे गच्छामः वा भगिनि वट् आर् दि आन्सर् फार् क्वश्चन् क्वश्चन् 8 एण्ड् 9 बिकास् ऐ डोण्ट् गेट् दिस् क्वश्चन् नम्बर् 8 एण्ड् 9 यस् इन् दिस् वन् धर्मसम्बोधच्छेदः अर्जुनः पृच्छति अर्जुनः नाम धर्मसम्मूढचेताः कः पृच्छति अर्जुनः अण्डर्लैन्ड् वर्ड् इस् अर्जुनः दिस् वन् इस् पुल्लिङ्गं प्रथमा एकवचनं सो देट् मीन्स् वी हाव् टु यूस् पुल्लिङ्गं प्रथमा एकवचनं फार् किं सर्वनाम कः अगेन् पाण्डवः च पाण्डवः सॉरी माधवः पाण्डवः च महति स्यन्दने स्थितौ माधवः एकः एव पाण्डवः अपि एकः एव नाम द्विवचनम् आवश्यकमस्ति कौ महति स्यन्दने स्थितौ प्राप्तं आं भगिनि धन्यवादः धन्यवादः अस्तु अग्रे गच्छामः वा कोऽपि शङ्का अस्ति चेत् पृच्छतु नास्ति चेत् अग्रे गच्छामः वा क्वश्चन् नम्बर् सिक्स् वन् मोर् क्वशन् भगिनि क्वशन् नम्बर् फिफ्त् वयं सुखिनः स्याम सो केन् वि यूस् कीदृशः देर् और् कौ वयं सुखिनः स्याम वयं के स्याम कथं भगिनि कीदृशाः स्याम एतदपि चलति कीदृशाः किमर्थं कीदृशाः कीदृशः कीदृशौ कीदृशाः पुल्लिङ्गं प्रथमा बहुवचनम् अत्र वयं नाम के के सन्ति वयं न जानीमः तर्हि पुल्लिङ्गम् इति चिन्तनीयमस्ति तत्र अनन्तरं वयं कीदृशाः स्याम वयं सुखिनः स्याम उत्तमं भगिनि अधुना अग्रे गच्छामः वा आं भगिनि अत्र पश्यतु प्रश्नः कः अस्ति एतेषु गीतावाक्येषु प्रयुक्तानां हलन्तशब्दानां लिङ्गं विभक्तिं च निर्दिशत नाम प्रथमं तावत् तु शब्दानां हलन्तशब्दानाम् अन्वेषणं करणीयमस्ति अनन्तरं तस्य लिङ्गं किमस्ति विभक्तिः का अस्ति एतदपि लेखनीयमस्ति प्रथमं वाक्यं पश्यामः यज्ञदानतपः कर्म न त्याज्यम् अत्र पश्यतु यज्ञदानतपः यज्ञः अस्ति तत्र दान अपि अस्ति तपः अपि अस्ति तर्हि तपस् इति सकारान्तः शब्दः अस्ति तर्हि तपः पश्यतु का विभक्ति अस्ति तत्र लिङ्गं किमस्ति अनन्तरं कर्म इति अपि शब्दः अस्ति तत्र कर्मन् इति अपि अनन्तशब्दः अस्ति तर्हि तस्य विभक्ति तस्य लिङ्गम् आवश्यकमस्ति जीन् महोदय कृपया प्रयत्नं करोतु आं भगिनि Do you want me to read 18.5? Yes. No, don't read that shloka. But okay. We have to find out halanta shabdaha and then find out lingam and vibhakti. Okay. Yajna dana tapaha karma na tyajam. Atra tapaha and karma. Two words are there which are halanta. Tapaha is tapas panchami or shashti panchami vibhakti prathama vibhakti ka bhavet prathama vibhakti ekavachanam and the other one was karma is karman so um So same is Pratama Vibhakti Ekavachanam? Yes. Parantu Lingam? Sparman is Pulingam? No, this one is Napunsakalingam. Napunsakalingam. And Tapaha? And Tapaha, so it's Tapas, is Tapaha. I don't know what you mean. It is just like Payas. It is just like Payas. Payaha Payasi Payamasi, Payaha Payasi Payamasi. Nama Tapaha Api, Prathama Ekavachanam, and Napunsakalingam. Napunsakalingam also. Dvayam Api Napunsakalingam Karo? Tapas karma dvayam api napunsakalingam shabda dvayam napunsakalingam parantu karma dvitiya vibhakti kalu na karma dvitiya kalu na na tapah api dvitiya vibhakti bhavitum arhati karma api dvitiya vibhakti bhavitum arhati pashyatu yajna dana tapah karma na tyajyam. Kena na tyajyam? Kena na tyajyam? Manushena, athva purushena, athva asmabhihi na tyajyam. Kim na tyajyam? Karma. Yajnam, danam, tapam. कर्म कथम अस्ति कर्म किं किं कर्म कर्मणि किं किम् आगन्तव्यं तत्र यज्ञ अस्ति दान अस्ति तप अस्ति तर्हि यज्ञदान तपः कर्म both words we can Magini, yajnatana tapaha sarvam miritva ekameva khalu ekameva khalu ekameva parantu tatra tap samasa asti va nasti na chintaniyam kimartham tapaha ekam ek vibhakti ekavachanam eva asti tatra ekavachanam eva asti tatra नाम यज्ञ दान अपह भिन्नं भिन्नं चिन्तनीयम् एव समासः अस्ति चेत् एतावत् न भवति यज्ञदान तपांसि इति भवितुम् अर्हति परन्तु तत्र भगिनी ओन्ली विभक्ति इस् अप्लैड् ओन्ली फार् लास्ट् वर्ड् रैट् देन् यज्ञं दानं यज्ञदान तपः परन्तु पश्यतु इन् समास वी हेव् नाट् यट् सीन् समास बट् दिस् वन् इस् वेरी सिम्पल् एण्ड् दट्स् वै ऐ एम् ट्रैङ्ग् टु टेल् यू इफ् ऐ वाण्ट् टु भगिनि एकवचने दत्तमस्ति एकवचने दत्तमस्ति तदर्थम् एकपदमेव तपाः इति दीयते चेत् खलु यज्ञदान तप इति त्रयः भवति चेत् बहुवचन बहुवचन अन्ते बहुवचन भवेत् तथा तु एकवचनमेव अस्ति इति कारणेन एकपदम् इति यज्ञदानतपः एकवचन खलु भगिनि आम् आम् यज्ञदानतपः एकवचनं परन्तु तत्र समासः भवति अस्ति चेत् समासः भवति चेत् अन्ते बहुवचन भवेत् तपासि भवति आम् आवश्यकमस्ति परन्तु तत्र नास्ति तर्हि किं चिन्तनीयमस्ति एक द्विवचन द्वितीयविभक्ति एकवचनं चिन्तनीयम् यज्ञदानतपः कर्म कर्म इति द्वितीय एतावत् एव अहम् उक्तवती अस्मि कि किमर्थं तपः कर्म प्रथमाविभक्ति अपि भवितुम् अर्हति, द्वितीयाविभक्ति अपि भवितुम् अर्हति. केवलं कर्म इति शब्दः न द्वितीयाविभक्ति. यज्ञदान तपः कर्म बोध वर्तालीन द्वितीयाविभक्ति. परन्तु अत्रापि एतत् चिन्तनीयमस्ति, यज्ञदानतपः द्वितीयाविभक्ति अस्ति चेत् समासः न भवति वा? भवति. यज्ञदानतपः, परन्तु यज्ञदानतपः थ्री डिफ्रेण्ट् वर्ड्स् आर् देयर्, यज्ञदान एण्ड् तपः. तर्हि केवलम् एण्ड् केवलं प्रथमाविभक्ति भवितुम् अर्हति वा द्वितीयाविभक्ति भवितुम् अर्हति समासः अस्ति चेत् बहुवचनम् एव आवश्यकमस्ति. प्राप्तं वा न? पश्यतु, ऐ वाण्ट् हा वदतु भवान्. यज्ञदानतपः is karta, and karma is karma is karma of the karma sentence. Karma is karma. So karma means, karma is in dvitiya vibhakti. Dvitiya vibhakti, am bhagini. Yajna dana tapah in? Yes, is in, in, should be in pratama vibhakti, na? No? See, what they are saying in yajna dana tapah karma na tyajya. Jnana means what? Yajna rupena karma, dana rupena karma, tatha cha tapa rupena ye yat karma asti tad na tyajya. यज्ञरूपेण, दानरूपेण, तपरूपेण कर्म अस्ति तद् न त्याज्यम् इति अर्थः अस्ति. तर्हि यज्ञदानतपः किमर्थं तपः? सी वाट् ऐ वाण्ट् टु से, इफ् ऐ वाण्ट् टु से अबौट् समथिङ्ग् something about Rama and Lakshmana. So I will make one word for Rama and Lakshmana, and I will say Rama Lakshmana. Why Lakshmana? Because of their, because they are two. They are two. So okay. I am using Dvivachanam. But I want to say Rama, about Rama and Lakshmana and Bharata, and also about Shatrughna. Then what I will do? I will say Rama Lakshmana Bharata Shatrughnaha. Why Shatrughnaha? Shatrughnaha api eka eva. But they are four. Ramaha Lakshmanaha Bharataha Shatrughnaha. I am making one word for four, and that's why I have to say Shatrughnaha, because they are four. Got it or not? Ambagini. Is it clear? Yes. And like that only, here also, Yajna api asti, Dana api asti, Tapa api asti. Nama Yajna rupena karma asti, दानरूपेण कर्म अस्ति वा तपरूपेण कर्म अस्ति, न त्याज्यम्. परन्तु तत्र वा इति शब्दः नास्ति. एण्ड् वै दे आर् सेङ्ग् यज्ञदानतपः? क्वश्चन् इस् दिस्, कोऽपि वदे, कोऽपि कथयति वा? किं चिन्तनमस्ति वदतु कृपया. I think, Bhagini, it is my guess, I am not sure whether this is the correct thing. Yes. According to chandas or something, they have just taken yajna dana tapa as single. They have not made, if yajna dana tapaha tapasi tapasi tapansi, if samasa would have been done then tapansi would have been there, but yajnam danam tapam tapaha, instead of that they have just taken yajna dana tapaha just to meet that chandas requirement. This can be think over it. Okay, so this is anustup chanda, and that's why they are saying like this. Is that so, Bhagini? Whole Gita is in anustup. Most of verses are there, but okay. those verses are in four lines. They are not. Okay. So some are in Trishtup Chanda, right? Yes, some are in Trishtup, some are in Vasaunsi Jiranani. Ka shloka hasti? यथा विहाय तत्रापि छन्दः भिन्नः. अग्रे गच्छामः वा? आं भगिनि, विल् थिङ्क् ओवर् इट्. ओके, ज्योति भगिनि. आं भगिनि, सेकेण्ड् सेण्टेन्स्. सर्वकर्मणा त्वभ्यचर्य तमभ्यचर्य तमभ्यर्च्य सिद्धिं विन्दति मानवः. न, अभ्यर्च्य, यस् यस् यस् अभ्यर्च्य, सर्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः. सो सो हियर् हलन्तशब्द इस् अगेन् अनन्तशब्द कर्मन् शब्द. विभक्ति इस् तृतीया विभक्ति एकवचन. यस् करेक्ट्. एण्ड् दिस् वन् इस् आल्सो नपुंसकलिङ्ग. नपुंसकलिङ्ग, यस्. वै नाट् पुल्लिङ्ग्? कर्मन् नपुंसकलिङ्गम् एव. नपुंसकलिङ्ग, यस् यस् यस् भगिनि. तम् अपि अनन्त तम् अभ्यर्च, परन्तु तम् अभ्यर्च्य तम् इस् तम् अपि अनन्त तत्र न सर्वनाम तत् सर्वनामस्य द्वितीया एकवचनं पुल्लिङ्गं तम् सः तौ ते तम् तदपि खलु. आम् आम्. अग्रे गच्छामः वा? लक्ष्मी भगिनी अग्रे पठतु. आं भगिनी, नमो नमः. नमो नमः. कर्माणि प्रविभक्तानि स्वभावप्रभवैः गुणैः. कर्माणि प्रविभक्तानि स्वभावप्रभवै गुणैः. कर्माणि हलन्तशब्दं कर्मं नपुंसकलिङ्गम् अण्भक्ति कर्माणि कर्माणि भक्तानि भक्तानि भक्तानि प्रविभक्तानि प्रविभक्तानि कर्माणि उपसर्गशब्दे उपसर्ग भक्तानि. पश्यतु शृण्वन्तु, कर्माणि एकमेव शब्दः तत्र अस्ति, यः हलन्तशब्दः अस्ति. नाम प्रातिपदिकमस्ति कर्मन्, लिङ्गमस्ति नपुंसकलिङ्गम्. अधुना विभक्तिः वदतु. कर्माणि विभक्ति द्वितीय बहु द्वितीय विभक्ति प्रथम बहुवचनं. हा, कर्माणि हा प्रथमा विभक्ति बहुवचनं, द्वितीया विभक्ति अपि बहुवचनं भवितुम् अर्हति. अर्हति. स्वभावप्रभवैः गुणैः स्वभावप्रभव अकारान्तशब्दः अस्ति गुणः अपि अकारान्तशब्दः विशेषण विशेषणं प्रविभक्तानि कर्माणि नाम प्रविभक्तानि विशेषणमस्ति कर्माणि इति शब्दस्य कृते परन्तु तत् शब्द स शब्दः अपि अकारान्तः एव अकारान्तः एव अस्तु अग्रे गच्छामः पूर्णिमा भगिनी भगिनी अत्र प्रथमा वा द्वितीया वा भगिनी सर्वकर्माणि प्रथमा खलु सर्वकर्माणि कर्माणि सारि कर्माणि प्रथमाविभक्ति कर्माणि प्रविभक्तानि अत्र प्रथमाविभक्ति भवति वदतु भवती प्रथमाविभक्ति भवितुम् अर्हति वा द्वितीया विभक्ति भवितुम् अर्हति कर्माणि प्रथमाविभक्ति बहुवचने एव भवति आम् भगिनी अहं मन्ये भगिनी प्रयोगाः जानन्ति प्रयोगाः जानन्ति वा प्रयोगाः नाम कर्मवाच्यं कर्तृवाच्यं कर्माणि प्रविभक्तानि कर्माणि तत्र कर्तृ मध्ये अस्ति तत्र कर्मरूपेण अस्ति कर्मरूपेण अस्ति प्रथमाविभक्तिमध्ये कर्मरूपेण नास्ति भगिनि तत्तु कर्तृरूपेण एव अस्ति कर्माणि प्रविभक्तानि स्वभावप्रभवैः गुणैः अत्र वदतु स्वभावप्रभवैः गुणैः कर्तृवाच्यं कर्मवाच्यं किमस्ति अहं तु प्रथमा इति चिन्तयामि आम् आम् प्रथमात् परन्तु भवती किमर्थम् इति चिन्तितवती वा हा कर्तृस्थाने अस्ति कर्माणि आल् द कर्मास् आल् द कर्मास् आल् द कर्मास् प्रविभक्तानि विभक्त स्वभावप्रभवैः गुणैः गुणैः विभक्ताः भवन्ति एतदर्थे अहं पृष्टवती स्वभावः स्वभावः कथं भवति स्वभावः मनुष्यस्य स्वभावः कथं भवति तथा एव कर्म भवति आम् आम् कर्म भवति अस्तु सर्वेभ्यो एतत् सर्वे न जानन्ति तर्हि क्षम्यताम् अग्रे गच्छामः पूर्णिमा भगिनी अग्रे पठतु फोर्थ सेण्टेन्स् सर्वकर्माणि चेतसा मयि सन्न्यस्य मच्चित्तः सततं भव सर्वकर्माणि सर्वकर्मन् शब्दः प्रथमाविभक्ति बहुवचनः चेतशब्द द्वितीयाविभक्ति लिङ्ग कर्म नपुंसकलिङ्ग चेतसपि नपुंसकलिङ्ग न न चेतस् चेतस् चेतः चेतः चेतसपि नपुंसकलिङ्ग एव चेतसा तृतीयविभक्ति एकवचन मच्छब्दः मयि सप्तमीविभक्ति एकवचन न न न न न मयि शब्दः शब्दः तत्र न आगन्तुं शक्यते अस्मत् शब्दः अस्ति खलु भगिनि आम् आम् परन्तु अस्मत् शब्दः न हलन्तशब्दः एव चिन्तनीयः अस्मत् हलन्त खलु केवलं सर्वनाम इति वदतु सः दकारान्तः तर्हि अर्थः भगिनि अर्थं वदतु भगिनि प्रति प्रतिवाक्यस्य अर्थं किञ्चित् वदतु भगिनि कठिनं सर्वकर्माणि पश्यामः भवती अनन्तरं पश्यामः प्रथमं प्रश्ने किं किं प्रश्ने किं किम् आवश्यकमस्ति तद् एव दर्शनीयम् एव अनन्तरं तस्य अर्थः पश्यामि सन्ध्या भगिनी न वदतु सञ्जीव महोदय वदतु फिफ्त् सेण्टेन्स् अफलाकाङ्क्षिभिः यः यज्ञः क्रियते स सात्विकः सो अफलाकाङ्क्षिभिः तृतीय बहुवचन अफलाकाङ्क्षिन् तर्हि सात्विकः प्रथम एकवचन सात्विक no no that one is not halant this that's not okay akarantah okay so kevalam afalakanshi bhi okay this word is only inant and you can say this one is pullinga okay? dhanyawad sukshma bhagini agare patatu आं भगिनि भगिनि कोऽपि उक्तवती वा एम् ऐ आडिबल् यस् यस् वदतु आम् ओके आम् रजः देहिनं कर्मसङ्गेन निबध्नाति रजः देहिनं देहिन् देहिन् इस् पुल्लिङ्ग इन्नन्त इन्नन्त इन्नन्त इन्नन्त दट्स् रैट् इन्नन्त विभक्ति तृतीया विभक्ति एकवचनं न द्वितीया विभक्ति एकवचनं देही अस्ति चेत् देही देहिनौ देहिनः देहिनं देहिनौ देहिनः सो देहिनं द्वितीया एकवचनं एण्ड् वाट् अबौट् वन् मोर् वर्ड् इस् देर् कर्म कर्मसङ्गेन कर्मन् न न कर्मसङ्गेन इस् वन् वर्ड् ओके देन् रजः रजः प्रातिपदिकं किं प्रातिपदिकं किम् इस् इट् राजन् इट् इस् रजत् रजस् ओ सत्त्वतमस् रजस् ओके रजस् ओके सो रजस् एण्ड् इट् इस् सेम् एस् तपः ओके सो नपुंसकलिङ्ग सकारान्त सो रजः बहुवचनं प्रथमाविभक्ति न न प्रथमाविभक्ति एकवचनं रजः रजसि रजांसि रजांसि ओके ओके प्रथमा एकवचनम् अस्तु भगिनि नाम पयस् पयः पयसि पयांसि तपः तपसि तपांसि जस्ट् लैक् देट् आम् आम् अस्तु भगिनि अस्तु उत्तमं भगिनि जीन् महोदय अग्रे पठतु कृपया आं भगिनि छन्दोभिः बहुधा गीतां छन्दोभिः प्रातिपदिकं छन्दो छन्दन् न इट् इस् छन्दस् छन्दस् ओके सो सकारान्त इफ् द वर्ड् इस् सकारान्त इफ् द वर्ड् इस् सकारान्त देन् सकार ड्राप् आफ् एण्ड् देन् पेनल्टिमेट् लेटर् गेट् अलाङ्ग् वित् ओकार चन्द्रमस् अस्ति चेत् सकारः अपगच्छति अनन्तरं म अस्ति तत्र ओकारः आगच्छति चन्द्रमोभिः पयस् अस्ति चेत् सकारः अपगच्छति अनन्तरं यकारस्य कृते ओकारः आगच्छति पयोभिः दुर्वासोभिः मनस् मनोभिः तपस्तपोभिः स्वभिः भ्यः भ्याम् यत्र आगच्छति तत्र ओकारः भवति टु पेनल्टिमेट् लेटर् प्राप्तं वा छन्दस् इति प्रातिपदिकम् अस्ति एण्ड् दिस् वन् इस् पुल्लिङ्गम् एण्ड् देन् दिस् इस् तृतीया विभक्ति बहुवचनं प्राप्तं वा न ओके एण्ड् बहुधा इस् बहुधा इस् अव्ययं देर् इस् नो एञ्ज् विभक्ति गीतम् इस् द्वितीया विभक्ति प्रवचनं गीतम् इस् गीत गीत देट् मीन्स् इट् इस् अकारान्तः इट् इस् नाट् हलन्तः सो ट्रै टु सोल्व् एट् वन् आल्सो ट्रै टु सोल्व् एट् वन् आल्सो नान्यगामिना चेतसा अनुचिन्तयन् दिव्यं पुरुषं दिव्यं परमं पुरुषं याति सो नान्यगामिना इस् इस् इट् नान्यगामिन् यस् करेक्ट् नान्यगामिन् सो इट्स् इस् इट् इस् इट् सो इनान्त शब्दः इस् इट् स्त्रीलिङ्ग पुल्लिङ्गम् पुल्लिङ्गं बहुवचनं न पश्यतु गामिन् इति शब्दः अस्ति अन्यगामिन् इति शब्दः अस्ति गामिन् प्लस् आ अस्ति चेत् अन्यगामिना इति शब्दः भवितुम् अर्हति सो आ कुत्र आगच्छति आ सपि आ सफिक्स् कुत्र आगच्छति तृतीया विभक्ति एकवचने रिमेम्बर् देट् मेजिक् टेबल् डेश् अम् डेश् औ अह अम् औ अह आभ्यां भी आभ्यां भी तृतीया विभक्ति आ अस्ति चेत् तृतीया एकवचनं कर्मणा गामिना आत्मना देहिना ऑल वर्ड दे आर तृतीया एकवचनम् सी नेक्स्ट वर्ड चेतसा चेतसा चेतस प्रतिपदिकम् यस् सो सकरान्त पुल्लिङ्गं नपुंसकलिङ्गं सो सेम् तृतीया विभक्ति एकवचनं चेतस् प्लस् आ चेतसा सो देट् मीन्स् तृतीया एकवचनम् अनुचिन्तयन् this one is actually we are not thinking about this word actually this is pavatu form prathama ekavachana just now I am saying just now I am saying this one is tavatu form but this is not tavatu form this is can anybody tell me shakran yes किं पदं भगिनि, किं पदम् उक्तवती? अनुचिन्तयन्, अनुचिन्तयन् शत्रन्तः, शत्रन्तः, यस् करेक्ट्. अस्तु अग्रे गच्छामः. जी ज्योति भगिनी अग्रे पठतु. असंयमात्मना योगः, असंयतात्मना योगः दुष्प्रापः इति मे मतिः. सो अनन्तशब्द आत्मन् शब्द पुल्लिङ्ग तृतीयव्यक्ति एक उत्तमम्. लक्ष्मी भगिनी अग्रे पठतु. आं भगिनि, यतता वश्यात्मना तु योगः अवान्तु शक्यः, अवाप्तुं शक्यः. वश्यात् आत्मा, आत्मा अगेन् हियर् आत्मन् आत्मना तृतीय एकवचनम् आत्मना आत्मन् योग तृतीय एकवचनं सु अव्य सु योगः योग योग योग योग भगिनि योगः योगः शब्दः अकारान्तः अस्ति वा? ऐतात् योग न न न न योगन् न योगः नकारान्त योगन् न न न न अकारान्तः योगः. ओके अकारान्त अवान् योगः अकार अकारान्तः. ओके योगः. प्रथमाय कवचं यतता यतता यत् यतता सर्वनामपदम् ऐ ऐम् थिङ्किङ्ग् भगिनि न न न न न न सर्वनाम न सर्वनाम यत् यत् यत् शुड् बि तृतीय तृतीय और् वित् एफर्ट् यस् तृतीया. बट् वाट् अबौट् प्रातिपदिकं कोऽपि वक्तुं शक्यते वा? यस् यस् यत् यत् यत् यत् न यतत् अस्ति चेत् यतता भवितुमर्हति न यतता. ओके सो द प्रातिपदिकं यत् प्रातिपदिकं भगिनि विच् वन् यतता प्रातिपदिकं फर् यतता यत् नाट् यत् यस् द यस् कोऽपि वक्तुं शक् जगत् जगत् शब्दवत् यतत् शब्द जगत् शब्दवत् यतत् एतत् जगत् शब्दवत् यतत् शब्द परन्तु यतत् जगत् शब्दः जगत् शब्दः नपुंसकलिङ्गम् अस्ति. यतत् इस् एफर्ट् प्रयत्नः. यतत् देन् यतत् लिङ्ग लिङ्ग लिङ्ग किं भगिनि किं भवतीम् अर्हति? यतता वश्यात्मना बोथ् वर्षात् जगत् आत्मना ओ यतता आत्मन् शब्द आत्मन् शब्दस्य अब्जेक्टिव् विशेषणं वा? देन् दिस् वन् इस् पुल्लिङ्ग पुल्लिङ्ग एकवचनं पुल्लिङ्ग. लक्ष्मी उत्तमम् अग्रे गच्छामः. भगिनी वट् इस् वट् इस् प्रातिपदिकं भगिनी यतता यतत् यतत् यतत् भगिनी अधुना वदतु पठतु टेन् सेण्ट् शिला भगिनी यतता वश्यात्मना तु योगः अवाप्तुं शक्यः. सारी सारी सारी इलेवेन्थ् वन् वेरि सारी. कर्म हि अकर्मण्यः ज्यायः. अकर्मणः ज्यायः. कर्मन् शब्द अकर्मणः अकारान्त पुल्लिङ्ग. ज्याय अहं न जानामि भगिनि. एकनिमिषं पूर्णिमा भगिनी तिष्ठतु. भगिनी, वाट् यू सेड् अबौट् कर्म. कर्मन् शब्द हा अग्रे हि अव्यय अकर्मण्यः. न भगिनी शृणोतु. कर्म प्रातिपदिकमस्ति कर्मन्. अधुना विभक्ति वदतु, लिङ्गं वदतु. विभक्तिवचनं तथा च लिङ्गं, शब्दस्य लिङ्गं. कर्मन् इति प्रातिपदिकम् अस्ति चेत् तस्य लिङ्गं किं, तस्य विभक्तिः का, वचनं किम्, एतद् वदतु. कर्मन् प्रातिपदिकं कर्म षष्ठी एकवचन. न कर्म प्रथमा एकवचनं, नपुंसकलिङ्गमस्ति. कर्म इति शब्दः नपुंसकलिङ्गं प्रथमा एकवचनं. कर्मन् इति प्रातिपदिकम् अस्ति, तस्य कर्म इति प्रथमा एकवचनम् अस्ति, नपुंसकलिङ्गम् अस्ति. भगिनि अधुना पश्यतु, प्राप्तं वा? प्राप्तं भगिनि. अधुना वदतु अकर्मणः. अकर्मणः प्रातिपदिकं न जानामि भगिनी. एतत् अस्तु पश्यतु, कर्मन् इति प्रातिपदिकम् अस्ति अस्माकं. देट् इस् ओन्ली फार् अकर्मणः अपि. कर्मणः इति शब्दः अ इस् देर्. कर्मणः कर्मन् प्लस् अह. वि नो मेजिक् टेबल्. वि नो मेजिक् टेबल्. अम् औ अह, सोरि, डेश् औ अह प्रथमा विभक्ति, अम् औ अह द्वितीया विभक्ति, आभ्यां भी द्वितीया विभक्ति, एर्भ्यां भ्यः चतुर्थी विभक्ति, अहभ्यां भ्यः पञ्चमी विभक्ति, अह ओः आं षष्ठी विभक्ति, इ ओः तु सप्तमी विभक्ति. तर्हि अह प्रथमा द्वितीया बहुवचने अपि आगच्छति, पञ्चमी षष्ठी एकवचने अपि आगच्छति. अत्र का विभक्ति इति चिन्तनीयम् अस्ति चेत् वाक्यस्य अर्थः अपि आवश्यकम् अस्ति. कर्म हि अकर्मणः ज्यायः. अत्र षष्ठी विभक्ति एकवचनमस्ति. बिकास् आफ् र न इस् देर् नाट् कर्मणः. इट् इस् कर्मणः. कर्मकर्मणि कर्माणि, कर्मकर्मणि कर्माणि. नपुंसकलिङ्गमस्ति चेत् प्रथमा विभक्ति, द्वितीया विभक्ति, इट् मस्ट् बि बोत् विभक्तिस् मस्ट् बि सेम्. एण्ड् तत्र मेजिक् टेबल् वि डोण्ट् वाण्ट् फार् नपुंसकलिङ्गम्. डेश् औ अह, अम् औ अह, वि डोण्ट् वाण्ट्. आफ्टर् देट् तृतीया टु सप्तमी वि वाण्ट् देर् फार् नपुंसकलिङ्गम्. सो अत्र अकर्मणः इस् देट् मीन्स् कर्मणः इस् षष्ठी और् पञ्चमी विभक्ति. प्राप्तं वा न प्राप्तम्? कन्फ्यूजन् अस्ति वा? प्राप्तं भगिनि. ज्यायस् इति शब्दः अस्ति. ज्यायस् ज्यायः, दिस् इस् adjective for karma and that's why this one is prathama ekavachanam napunsakalinga jayas this one is taratama bhavavat taratama vachaka shabda and that's why this one is napunsakalinga we don't know taratama vachaka that means it is comparative and superlative degree tara and tama this one is jayas this is tama that means superlative degree so this word is adjective for karma and this one is jayah prathama ekavachanam just like tapah rajah got it अग्रे गच्छामः वा आं भगिनि शङ्का अस्ति चेत् वदतु नास्ति अस्तु अग्रे गच्छामः पूर्णिमा भगिनी अग्रे पठतु हा वदतु ब्रह्मा ज्योतिषामपि द्वादश खलु ब्रह्मा ज्योतिषामपि ज्योतिः तमसः परं च भवति ब्रह्मन् शब्द ब्रह्म प्रथमाविभक्ति एकवचन ज्योतिष ज्योतिषामपि अत्र ब्रह्मन् पुल्लिङ्ग पुल्लिङ्ग पुल्लिङ्ग प्रथमाविभक्ति एकवचन ज्योतिष्यामपि भगिनी ब्रह्मन् शृणोतु ब्रह्मन् एव परन्तु पुल्लिङ्गं नास्ति किमर्थं पुल्लिङ्गं नास्ति पुल्लिङ्गम् अस्ति चेत् आत्मन् तथा आत्मन् ब्रह्मयः भवन्ति ब्रह्मणि ब्रह्मणि ब्रह्माणि and that's why this one is napunsakalinga prathama ekavachan uttamam agre vadatu bhagini just a minute could you explain it again when both of you are speaking it's difficult to hear yes punibha bhagini shrunotu sanjeev mahodaya brahman iti pratipadikam asti so brahma नपुंसकलिङ्गम् अस्ति चेत् यूनिवर्स् वि वाण्ट् मीनिङ्ग् यूनिवर्स् एण्ड् इफ् ब्रह्मन् पुल्लिङ्गम् अस्ति चेत् मीनिङ्ग् इस् ब्रह्मदेव एण्ड् इफ् ब्रह्मदेव अस्ति चेत् डिक्लेन्शन्स् आर् सेम् एस् आत्मन् नाट् लैक् वर्क्मन् वर्त्मन् इस् नपुंसकलिङ्गम् एण्ड् वर्त्म वर्त्मनि वर्त्मानि वर्त्म वर्त्मनि वर्त्मानि दिस् इस् डिक्लेन्शन्स् आफ् प्रथमा एण्ड् द्वितीया विभक्ति फार् नपुंसकलिङ्गम् एण्ड् आत्मा आत्मानौ आत्मानः आत्मानम् आत्मानौ आत्मनः दीस् डिक्लेन्शन्स् आर् सेम् एस् फार् दीस् डिक्लेन्शन्स् आर् वि आर् यूसिङ्ग् फार् ब्रह्मदेव ब्रह्मा ब्रह्माणौ ब्रह्मण ब्रह्माणः ब्रह्माणं ब्रह्माणौ ब्रह्मणः गोट् इट् सो वी हेव् टु सी द वर्ड् वेरी केर्फुली एण्ड् फैण्ड् औट् इट्स् लिङ्गम् सो ब्रह्म इस् देयर् नाट् ब्रह्मा ब्रह्मा अस्ति चेत् आत्मा एण्ड् देन् इट् मस्ट् बि पुल्लिङ्गम् बट् हियर् द वर्ड् इस् ब्रह्म and that's why we want napunsakalinga prathama ekavachanam brahma brahmani brahmani brahma brahmani brahmani prathama and dvitiya vibhakti both vibhaktis are same got it Bhagini just one more question so if it is used in the advaitic sense brahman the only one then it is napunsakalinga yes okay yes dhanyawad now see jyotisham api अत्र सन्धि अस्ति तर्हि ज्योतिषाम् इति भवितुम् अर्हति एण्ड् ज्योतिष सकारान्तः शब्दः अस्ति एण्ड् दिस् वन् इस् ज्योतिष प्लस् आम् देट् मीन्स् षष्ठी विभक्ति बहुवचनं ज्योतिषाम् एण्ड् ज्योतिष दिस् वन् इस् नपुंसकलिङ्गम् ज्योतिः ज्योतिः एण्ड् ज्योतिषां बोथ् फार् बोथ् वर्ड्स् प्रातिपदिकम् इस् द ओन्ली वन् ज्योतिष एण्ड् ज्योतिः इस् द वर्ड् देट् मीन्स् दिस् वन् इस् जस्ट् लैक् पयः पयः पयसि पयांसि देट् मीन्स् दिस् वन् इस् ज्योतिः प्रथमा एकवचनं नपुंसकलिङ्गम् एण्ड् फ्रम् तृतीया विभक्ति टु सप्तमी विभक्ति वी आर् यूसिङ्ग् सेम् डिक्लेन्शन् वाट् एवर् देर् आर् फार् पुल्लिङ्गम् एण्ड् देट्स् वै ज्योतिष्यां दिस् वन् इस् आल्सो नपुंसकलिङ्गं बट् वी केन् यूस् हियर् मेजिक् टेबल् सो ज्योतिष प्लस् आम् ज्योतिष्यां दिस् इस् षष्ठ एण्ड् ज्योतिः नपुंसकलिङ्गं प्रथमा एकवचनं ज्योतिष्याम् अपि नपुंसकलिङ्गं परन्तु षष्ठी एक बहुवचनम् अधुना पश्यतु तमसः इति शब्दः अस्ति तमस् एण्ड् अह तमस् एण्ड् अह देट् मीन्स् विच् विभक्ति वि केन् से षष्ठी षष्ठी आम् षष्ठी विभक्ति किमर्थं this is also napunsakalingam tamah tamasi tamasi so tamasah shashti vibhakti tamasah param cha bhavati pratam agre gachhamah sanjeev mahodaya agre pathatu brahma vit brahmani sthitah priyam praptya na प्ररुष्येत् सो इस् ब्रह्म वित् देट् इस् नाट् हलन्त शब्दः यस् दिस् वन् इस् हलन्त एक्चुलि ब्रह्मविद् दकारान्त एण्ड् दिस् वन् इस् प्रथमा एकवचनं वि केन् से ब्रह्मवित् ब्रह्मविद् बोत् ओके सो दिस् वन् इस् प्रथमा एकवचनम् एण्ड् पुल्लिङ्गम् एण्ड् देन् ब्रह्मणि वुड् बि सप्तमी एकवचनं यस् करेक्ट् सप्तमी एकवचनं वि नो नौ फोर् नपुंसकलिङ्गं द्विवचने ह्रस्वदीर्घ बहुवचने दीर्घह्रस्व एण्ड् सप्तमी एकवचने बोधह्रस्व ह्रस्वह्रस्व सो ब्रह्मणि इस् ह्रस्वह्रस्व सो दिस् वन् इस् सप्तमी एकवचनं वेरि गुड् ब्रह्मन् इस् द प्रातिपदिकम् एण्ड् नपुंसकलिङ्गम् एव तत्र अपि ब्रह्मणि उत्तमं भवान् अग्रे गच्छामः सूक्ष्मा भगिनी अग्रे पठतु ॐ अक्षरं ब्रह्म व्याहरन् देहं तिरति सः परमां गतिं याति देट् वास् अ लाङ्ग् सेण्टेन्स् मनः षष्टिविभक्ति एकवचनं मनः मनः मनः रजः तपः मनः मनः प्रातिपदिकं देट् मीन्स् इट् इस् सकारान्तः एण्ड् दिस् वन् इस् वट् यु से you know Marathi language very well so you can guess it its lingam te mana That means napunsakalinga. Not saying tomana. Tomana athva timana. We are not saying. We are saying temana. So, yes. For lingam, Marathi bhasha has. Oh. So, manah, temana. That means it is napunsakalinga. Okay. Napunsakalinga, manas, sakarantaha, and prathama vibhakti, ekavachanam. प्रथमा विभक्ति आम् आम् एकवचनं अधुना वदतु अग्रे आत्मनः सो आत्मन् प्रातिपदिकम् आत्मा षष्ठी विभक्ति एकवचनं लिङ्गम् आत्मन् पुल्लिङ्गम् यस् करेक्ट् भगिनि हृदि अपि अस्ति खलु हृदि अपि अस्ति वा आम् आं भगिनि आं भगिनि तिष्ठतु तिष्ठतु कृष्णं तिष्ठतु ओके वदतु भगिनि हृदि सप्तमी विभक्ति हृद् सुहृद् वेरि गुड् जस्ट् लैक् सुहृद् दिस् इस् हृद् मनसि अस्ति मनसि इस् इक्वल् टु हृदि मनसि इस् इक्वल् टु हृदि ओ अस्तु अस्तु प्राप्तं मनसि मीन्स् इन् मैण्ड् हृदि इन् मैण्ड् इन् द मैण्ड् आम् सप्तमी सप्तमी विभक्ति अग्रे अग्रे अग्रे वदतु देन् आत्मनः आत्मनः आत्मनः अभवत् भगिनि अभवत् ओके प्राणं प्राणम् अस्ति न प्राण अकारान्तशब्दः प्राण अकारान्त आधाय ओम् इति एकाक्षरं ब्रह्म मध्ये एकः शब्दः अस्ति भवतु वदतु मूर्ध्नि मूर्ध्नि मूर्ध्नि ओके मूर्ध्नि मूर्ध्नि सप्तमी विभक्ति आम् आम् उत्तमम् ओके अधुना प्रातिपदिकं वदतु अनन्तरं लिङ्गं वदतु ओके मूर्ध्नि सो इस् इट् मूर्धिन् न इट् इस् मूर्धन् मूर्धन् ओके इट् इस् जस्ट् लैक् राजन् ओके सो पुल्लिङ्गं पुल्लिङ्गम् अण्ड् मूर्ध्नि एकवचनं सप्तमी एकवचनम् अस्तु सो पश्यतु राजा राजानौ राजानः राजानं राजानौ राज्ञः राज्ञा राजभ्यां राजभिः राज्ञे राजभ्यां राजभ्यः राज्ञः राजभ्यां राजभ्यः राज्ञः राज्ञोः राज्ञां राज्ञी राज्ञोः राजसु सो राज्ञी इस् जस्ट् लैक् मूर्ध्नि अस्तु भगिनि आधाय एकाक्षरं ब्रह्म दिस् ब्रह्म इस् नपुंसकलिङ्ग एकवचनं उत्तमम् व्याहरन् व्याहरन् देहं शत्रान्तः दिस् इस् शत्रान्तः देहं देहिन् प्रातिपदिकं न देह पुल्लिङ्गं देहकारान्तः ओके तो देह ओ देह ओके ओके अस्तु बाडि ओके ओके त्यजति सः परमां गतिं याति गतिं नो न गति गति करेक्ट् दिस् इस् इकारान्त ह्रस्व इकारान्त करेक्ट् सो वि हाव् वाट् वि हाव् टु डू हियर् वि हाव् टु फैण्ड् औट् प्रातिपदिकं देन् लिङ्गं देन् वचनं So each and every word we should find out properly. And what is the model word for that? Think about it. And then you will get the vibhakti and all these things. And one more thing. You are thinking about halanta shabda. Then we can use no. We should use no. We must use magic table. It will help a lot. So think about it and remember that magic table. Only the difference is prathama and dvitiya vibhakti. For napunsakalingam, the vibhaktis are different than that magic table. Magic table we can use for strilingam and pullingam. All magic tables. But only for napunsakalingam, two vibhaktis, prathama and dvitiya, we are not going to use that magic table for those two vibhaktis. Otherwise, you can use Prakritiya to Saptami. And every time for Halanta Shabdaha and we can say for Vari, from Vari, the word Vari, Ikaranta Vari, Napunsakalinga. From that word to the last Napunsakalinga word, every time we are using this one. So for that, we can say the magic table, we can use magic table, but Pratipadikam is Jagat or Payas. Payas is Napunsakalingam, Jagat is also Napunsakalingam. But the Jagat is Takaranta, Jagat Jagati, Jaganti, Payas Payasi, Payamsi, Tapas Tapasi, Tapamsi. Rajas, Rajasi, Rajamsi. For Napunsakalingam, only two cases are different magic table, but they are same as other words, Halanta words. So we can use all these things to remember Halanta words. Got it? Yes. Any doubt? Any doubt? There are still, I think, 12 minutes are there. So we can go further, but we are not going to start to see meanings of these sentences because we can't afford time for that now. So we will see later. But just we can read the next lesson. Otherwise, if you want to see those sentences now, we can see one or two sentences. We can see. Yadya dana tapah karma na tyajyam. First one. What can anyone tell me? What is there? Yadya dana tapah karma na tyajyam. This is from 18th. Adhyaya and fifth one. By doing yajna, dana, tapaha, whatever you did, your karma will not go away. No. People no, don't give karma. Up karma of no. Yajna, dana, and tapaha. Yes, correct. Please repeat, Sanjay Mahodaya. Don't give up karma of yajna, dana, and tapa. Yes, correct. Very simple. Now, next one, 1846. Mangami ma. Swasya karmana. Tam apyarcha. Siddhim vindati manava. Manava swasya sasya karmana. भगवन्तम् अभ्यर्च्य सिद्धिं प्राप्नोति आम् उत्तमम् सिद्धिं प्राप्नोति मुक्तिं प्राप्नोति आम् आम् आम् that means each and every person, whatever he is doing, he is observing karma, it must be only good karma, and by that karma, when he is worshipping God, then he can get whatever he want. That means ultimate truth he wants to obtain, he can obtain. Got it? Praptam va? Any doubt? न भगिनि अग्रे गच्छामः वा आम् आम् कः वदेत् कर्माणि प्रविभक्तानि स्वभावप्रभवैः गुणैः दिस् वन् इस् 1841 प्रविभक्तानि इत्युक्ते इट् इस् कर्म इस् डिफरेण्ट् डिवैडेड् इत्युक्ते न डिवैडेड् नाट् डिवैडेड् इट् इस् डिफरेण्ट् फार् ईच् अण्ड् एव्रि पर्सन् स्वभावः यत् स्वभावः भवति तथा एव कर्म स्वभावः आम् आम् आम् पश्यतु श्लोकः अस्ति ब्राह्मणक्षत्रियाणां शूद्राणां च परन्तप कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः सो नेचुरली वट् गुणज् आर् देर् इन् द स्पेसिफिक् पर्सन् बै देट् आल् इट्स् कर्म आर् डिफ्रेण्ट् Got it? Or any doubt? No, but... Can you repeat this one, Bhagini? Gunas are yes. Naturally specific person, but what about karma? I don't get it. Swabhava prabhavaihi gunaihi. Nama, gunaha means virtues. Swabhava, it is naturally, natural virtues. Whatever they have by their birth, we have to say here like this because in the verse brahman kshatriya vaishya shudra their karma are different by their natural guna bhagini pravibhaktani itukte vibhakta samyak vibhakta vibhakta divided vibhakta yes got it jin mahodaya No, Bhagini. What you understood? Tell me. You said that the natural gunas, the natural virtue, there are in specific persons like Brahmanas, Kshatriyas, Vaishyas, and Sudras by their birth. Yes, I will say. You are saying same, but I'm going to tell you differently. If Brahmana is there, the person is Brahmana, then he should teach. He should know Brahma Jnana. Yes, and he should coming there. I'm coming there. Wait a minute. So he should teach to his pupil and he should know Brahma. and for that whatever karma he has to do he should do. So his karma is different by kshatriyas. What are the kshatriyas kshatriya dharma? He should fight to another king and protect its praja. Protect his praja. And then Vaishya, what his karma is vyapara, business, doing business is his karma. And what about Shudra? Whatever else work is there, then these three he should do. So this is Svabhava Prabhavaihi Gunaihi. Svabhava Prabhavaha Gunaha. Svabhava Prabhavaha. That means what, by birth, who is he? If he is Brahmana, if he is Kshatriya, if he is Vaishya, or if he is Shudra, he has to do his karma. Whatever society has chosen for him, he has to do. Now I get it. Dhanyavada. So now it is not working. We are not working as per the this specific sentence. We are doing whatever we want, what we like to do, we are doing. And this is very good, actually. Okay. Agre gacchamah va sthagayamah atra? Sthagayamah bhagini. That is already 928. Yes, Jyoti bhagini. Yeah, this particular verse has created a lot of controversies. Yes. So, Jean Mahadaya, some people interpret this as that if you're born as Brahman or Kshatriya or Vaishya, you have to do the work prescribed to those races. And what I think this verse is trying to say is that it depends on your the tendencies you are born with. No, the birth will not give you the right of the caste. The work of karma. If a Brahmin is not doing his karma, then he is not a Brahmin. No. See, that's the misunderstanding. What I'm trying to say is that even though you are born as a Brahmin, if you don't have the gunas of a Brahmin, you should not be doing that work. That's right. If he's not doing that guna. Actually, this is true. But whatever they are saying by birth, Svabhava Prabhavaihi. Right, but those are the Svabhavs you are born with, not that you are born in Brahman. As Brahman. What do you acquire Sanjeev Mahodaya? Yes, Sanjeev Mahodaya, you are saying. Mahodaya, if a Shudra acquires the Brahma Gnana, he will be fit to be called a Brahmin. Yes. But here in Gita, they are saying actually for Brahmana, Kshatriya, Vaishya and Shudra. But it's saying gunas born of their own nature. Yes. But what nature? They want to say Brahmana, Kshatriya, Vaishya and Shudra. In this specific verse, first part of the verse is Brahmana Kshatriya Visham Sudranam Cha Parantapa Karmani Pravibhaktani Svabhava Prabhava Irgunayi. They want to say this. about brahmana kshatriya, but actually this is not good to say. Yeah, I guess it depends on how you interpret it. Yes, yes, yes. We can say this also. And that's why this work is with controversy. You said it perfectly. So we will stop here. First of all, I'm going to stop our recording.